अथ इदानीं तपः त्रिविधम् उच्यते। देवं द्विजगुरुप्राज्ञ पूजनं शौचमार्जवम् ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते। देवश्च द्विजश्च गुरवश्च प्राज्ञश्च देवद्विजगुरुप्राज्ञः तेषां पूजनं देवद्विजगुरुप्राज्ञपूजनं। शौचम् आर्जवं ऋजुत्वं ब्रह्मचर्यम् अहिंसा च शरीरनिर्वर्त्यं शारीरं शरीरप्रधानैः सर्वैरेव कार्यकरणैः कर्त्रादिभिः साध्यं शारीरं तपः उच्यते। पञ्च इति तस्य हेतवः इति हि वक्ष्यते। अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते। अनुद्वेगकरं प्राणिनाम् अदुःखकरं वाक्यं सत्यं प्रियहितं च ये प्रियहिते दृष्टादृष्टार्थे अनुद्वेगकरत्वादिभिः धर्मैः वाक्यं विशेष्यते। विशेषणधर्मसमुच्चयार्थः च शब्दः परप्रत्ययार्थं प्रयुक्तस्य वाक्यस्य सत्यप्रियहित अनुद्वेगकरत्वानाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा हीनता स्याद् यदि न तद्वाङ्मयं तपः। तथा सत्यवाक्यस्य इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनतायां न वाङ्मयं तपस्त्वं। तथा प्रियवाक्यस्यापि इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनस्य न वाङ्मय तपस्त्वं। तथा हितवाक्यस्यापि इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनस्य न वाङ्मय तपस्त्वं। किं पुनः तत्तपः? यत् सत्यं वाक्यम् अनुद्वेगकरं प्रियं हितं च तत्तपः वाङ्मयम्। यथा शान्तो भववत्स स्वाध्यायीं योगं च अनुतिष्ठ तथा ते श्रेयो भविष्यति इति। स्वाध्यायाभ्यसनं चैव यथाविधि वाङ्मयं तपः उच्यते। मानःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः भावसंशुद्धिरित्येतत् तपोमानसमुच्यते। मनःप्रसादः मनसः प्रशान्तिः स्वच्छतापादनं प्रसादः। सौम्यत्वं यत्सौमनस्यम् आहुः मुखादिप्रसादादिकार्योन्नीय अन्तःकरणस्य वृत्तिः। मौनं वाङ्नियमोऽपि मनस्संयमपूर्वको भवति इति कार्येण कारणमुच्यते। मनस्संयमो मौनमिति। आत्मविनिग्रहः मनोनिरोधः सर्वतः सामान्यरूपः आत्मविनिग्रहः। वाग्विषयस्यैव मनसः संयमः मौनमिति विशेषः। भावसंशुद्धिः परैः व्यवहारकाले अमायावित्वं भावसंशुद्धिः इत्येतत्तपः मानसम् उच्यते। यथोक्तं कायिकं वाचिकं मानसं च तपः तप्तं नरैः सत्त्वादिगुणभेदेन कथं त्रिविधं भवति इति उच्यते। श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः अपलोकांक्षिभिन्युक्तैः सात्विकं परिचक्षते। श्रद्धय आस्तिक्यबुद्ध्या परया प्रकृष्टया तप्तम् अनुष्ठितं तपः त प्रकृतं त्रिविधं त्रिप्रकारं त्र्यधिष्ठानं नरैः अनुष्ठातृभिः अफलाकाङ्क्षिभिः फलाकाङ्क्षारहितैः युक्तैः समाहितैः। यत् ईदृशं तपः तत् सात्विकं सत्त्वनिर्वृत्तं परिचक्षते कथयन्ति शिष्टाः। सत्कारमानपूजार्थं तपोदम्भेन चैव यत् क्रियते तदिह प्रोक्तं राजसञ्चलमध्रुवम्। सत्कारः साधुकारः साधुः अयं तपस्वी ब्राह्मणः इत्येवमर्थम्। मानो माननं प्रत्युत्थान अभिवादनादिः तदर्थं पूजा पादप्रक्षालन अर्चन आशयितृत्वादि तदर्थं च तपः सत्कारमान् पूजार्थं दम्भेन चैव यत् क्रियते तपः तत् इह प्रोक्तं कथितं राजसं चलं कादाचित् कपलत्वेन अद्रुवम् मूढग्राहेणात्मनो यत् पीडया क्रियते तपः परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् मूढग्राहेण अविवेकनिश्चयेन आत्मनः पीडया यत्क्रियते तपः परस्य उत्सादनार्थं विनाशार्थं वा तत्तामसं तपः उदाहृतम् इदानीं दानत्रैविध्यमुच्यते दातव्यमिति यद्दानं दीयतेनुपकारिणे देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् दातव्यमिति एवं मनः कृत्वा यद्दानं दीयते अनुपकारिणे प्रत्युपकार असमर्थाय समर्थायापि निरपेक्षं दीयते देशे पुण्ये कुरुक्षेत्रादौ काले सङ्क्रान्त्यादौ पात्रे च षडङ्गवेदपार्ग इत्यादौ तद्दानं सात्विकं स्मृतं यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् यत्तु दानं प्रत्युपकारार्थं काले त्वयं मां प्रत्युपकरिष्यति इत्येवमर्थं फलं वा अस्य दानस्य मे भविष्यति अदृष्टमिति तदुद्दिश्य पुनः दीयते च परिक्लिष्टं खेदसंयुक्तं तद्दानं राजसं स्मृतम् आदेशकाले यद्दानम् अपात्रेभ्यश्च दीयते असत्कृतमवज्ञातं तत्थामसमुदाहृतम् आदेशकाले आदेशे अपुण्यदेशे म्लेच्छ अशुच्यादिसङ्कीर्णे अकाले पुण्यहेतुत्वेन अप्रख्याते सङ्क्रान्त्यादिविशेषरहिते अपात्रेभ्यश्च मूर्खतस्करादिभ्यः देशादिसम्पत्तौ वा असत्कृतं प्रियवचनपादप्रक्षालनपूजादिरहितम् अवज्ञातं पात्रपरिभवयुक्तं च यद्दानं तत्तामसम् उदाहृतम् यज्ञदानतपःप्रवृत्तीनां सद्गुण्यकरणाय अयम् उपदेशः उच्यते तत्सदिति निर्देशं ब्राह्मणस्त्रिविधः स्मृतः ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा तत्सत् इति एवं निर्देशः निर्दिश्यते अनेन इति निर्देशः त्रिविधो नाम निर्देशः ब्रह्मणः स्मृतः चिन्तितः वेदान्तेषु ब्रह्मविद्यते ब्राह्मणाः तेन निर्देशेन त्रिविधेन वेदाश्च यज्ञाश्च विहिताः निर्मिताः पुरा पूर्वमिति निर्देशः स्तुत्यर्थमुच्यते तस्मादित्युदाहृत्य यज्ञदानतपक्रियाः प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनां तस्मात् प्रणवम् उच्चार्य यज्ञदानतपक्रियाः यज्ञानि स्वरूपाः क्रियाः प्रवर्तन्ते विधानोक्ताः शास्त्रचोदिताः सततं सर्वदा ब्रह्मवादिनां ब्रह्मवदनशीलाः तदित्यनभिसन्धाय फलं यज्ञतपःक्रियां दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः तत्तिति अनभिसन्धाय तत्तिति ब्रह्माविधानमुच्चार्य अनभिसन्धाय च यज्ञादिकर्मणः फलं यज्ञतपःक्रियाः यज्ञक्रियाश्च तपःक्रियाश्च यज्ञतपःक्रियाः दानक्रियाश्च विविधाः क्षेत्रहिरण्यप्रदानादिलक्षणाः क्रियन्ते निर्वर्त्यन्ते मोक्षकाङ्क्षिभिः मोक्षार्थिभिः मोक्षभिः तच्छब्दयोः विनियोगः उक्तः। अथ इदानीं सच्छब्दस्य विनियोगः कथ्यते। सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते। प्रशस्ते कर्मणि तथा सच्छब्दः पार्थयुज्यते। सद्भावे असतः सद्भावे यथा अविद्यमानस्य पुत्रस्य जन्मनि, तथा साधुभावे च असद्वृत्तस्य असाधोः सद्वृत्तता साधुभावः। तस्मिन् साधुभावे च स इत्येतत् अभिधानं ब्रह्मणः प्रयुज्यते अभिधीयते। प्रशस्ते कर्मणि विवाहादौ च तथा सच्छब्दः पार्थ युज्यते प्रयुज्यते इत्येतत्। यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते। कर्म चैव तदर्थीयं सदित्येवाभिधीयते। यज्ञे यज्ञकर्मणि या स्थितिः, तपसि च या स्थितिः, दाने च या स्थितिः, सा सत् इति च उच्यते विद्वद्भिः। कर्म चैव तदर्थीयं यज्ञदानतपोर्थीयम्, अथवा यस्य विधानत्रयं प्रकृतं तदर्थीयं यज्ञदानतपोर्थीयम् ईश्वरार्थीयम् इत्येतत्। सत् इत्येव अभिधीयते। तत् एतं यज्ञदानतप आदिकर्म असात्विकं विगुणमपि श्रद्धापूर्वकं ब्रह्मणः विधानत्रयप्रयोगेण सगुणं सात्विकं सम्पादितं भवति। तत्र च सर्वत्र श्रद्धाप्रधानतया सर्वं सम्पाद्यते स्म, तस्मात् अश्रद्धयाहुतं दत्तं तपस्तप्तं कृतं च यत् असदित्युच्यते पार्थं न च तत्प्रीत्यनो इह। अश्रद्धयाहुतं हवनं कृतम्, अश्रद्धया दत्तं ब्राह्मणेभ्यः, अश्रद्धया तपः तप्तम् अनुष्ठितम्, तथा अश्रद्धया एव कृतं ये स्तुतिनमस्कारादि तत्सर्वम् असत् इति उच्यते। मत्प्राप्तिसाधनमार्गबाह्यत्वात् पार्थ न च तद्बहुलायासमपि प्रीत्यफलाय नो अपि इहार्थं साधुभिः निन्दितत्वादिति। इति श्रीमद्भगवद्गीताभाष्ये सप्तदशोऽध्यायः।